अस्तु, तर्हि अस्माकं पाठः अस्ति कर्मीप्रयोगः. तत्र गृहपाठः जातः, षड् वाक्यानि रचनीयानि आसन्. तत्र इकारान्तानाम्, उकारान्तानां, ऋकारान्तानां, ऋकारान्तानां सम्प्रसारणधातूनाम् अपि च द्विकर्मकानाम् इति विषयः. अत्र प्रथमतया किञ्चित् पुनस्मरणं कुर्मः. तत्र इकारान्तदातुः अस्ति चेत् किं कार्यं भवति इति लक्ष्मीभगिनी वदति वा? इकारान्तानां धातुः अस्ति चेत् कर्मणि प्रयोगे दीर्घं रूपं भवति. यथा एकनिमिषः, इकारान्तानां धातुः इति न वदामः. तत्र इकारान्त इति धातु शब्दस्य विशेषणं, विशेषणविशेषभावं करोतु. इकारान्तधातुः अस्ति चेत्, अथवा इकारान्तः धातुः, समीचीनम्, इकारान्तः धातुः अस्ति चेत् कर्मणि प्रयोगे दीर्घं रूपं भवति. अस्तु, सम्यक्. यथा जि धातुः अस्ति चेत् कर्मणि प्रयोगे तत् जीयते भवति. जीयते, आम् आं महोदय. तत्र एकं वाक्यं रचितवती. आम्, कर्तरिप्रयोगे एकं वाक्यमस्ति मम पार्श्वे. धर्मपालकाः अधर्मयोधान् जयन्ति. अस्तु, धर्मपालकैः अधर्मयोधाः जीयन्ते. बहु समीचीनमस्ति. अस्तु, तर्हि अग्रे सुनिधि भगिनी, उकारान्तानां तत्र कः नियमः अस्ति? श्रुधातु कर्तरिप्रयोगे नदी समुद्रे भवति. कर्मणि प्रयोगे नद्या समुद्रे श्रूयते. अस्तु, बहु सम्यक् अस्ति. तत्र सम्यक्तया न न श्रुतं मया. पुनः धातुः कः? इति अस्ति. अपि च तत्र नियमः कः? यत्र उकारान्तधातुः अस्ति तत्र किं भवति नियमः? दीर्घ उकारः भवति. कर्तरिप्रयोगे किम् आसीत्? वाक्यं नदी समुद्रे स्रवति. स्रवति, समीचीनमस्ति. अपि च कर्मप्रयोगे न न न न अत्र उकारात् धातुः अस्ति, ऋकारात् धातुः नास्ति. ऋकारान्त अन्यम् अस्ति, सरति. अत्र सृ उकारान्त धातुः. भगिनी वदतु. नद्या समुद्रे श्रूयते. अस्तु, समीचीनमस्ति. अत्र अस्तु, अत्र वस्तुतः भाविप्रयोगः खलु, तत्र अकर्मकधातुः अस्ति इति भाति मम. किन्तु सिद्धान्तः स एव अस्ति. समीचीनमस्ति वाक्यं. महोदय, अहम् आगता अस्मि. अहं निहारिका. अस्तु, बहुभ्यः दिनेभ्यः. बहु समीचीनमस्ति भगिनि, निहारिका भगिनी. परीक्षा जाता, समाप्ता? समाप्ताः, अन्तिमपरीक्षाः अस्मिन् समये. अस्तु अस्तु अस्तु, समीचीनम्. इदानीं विषयः अस्माकं कर्मणिप्रयोगः. कर्मणिप्रयोगः, तत्र केचन विशिष्टनियमाः सन्ति. यत्र धातोः अन्ते ईकारः अथवा उकारः, ऋकारः, ऋकारः इत्यादयः धातवः सन्ति. तत्र विशिष्टनियमेन कर्मणि प्रयोगस्य रूपाणि भवन्ति. यथा इदानीम् अस्माभिः दृष्टं यत् जी धातुः, तत्र इकार धातोः अन्ते इकारः अथवा उकारः चेत् दीर्घत्वं भवति. तत्र पुस्तके पश्यतु, चतुर्विंशति अधिकशततमे पुटे अस्ति, चतुर्विंशति अधिकशततमे पुटे अस्माकं पाठः अस्ति. हा अस्तु, समीचीनमस्ति. अग्रे शिल्पा भगिनी, तत्र वाक्यमस्ति किम्? अस्तु अस्तु, नियमः कः? ऋकारान्त अस्ति चेत् धातुः ऋकारान्तः अस्ति चेत् कर्मणि रूपे ह्रस्व इ भवति. किं भवति? ऋ अपि योगः ह्रस्व इ, ह्रस्व इ, ह्रस्व इकारः रि इति अस्ति. समीचीनम् रि तर्हि वयं फलानि धरामः. धातुः कः? न श्रुतं, कः धातुः? दृढातुः. अस्तु वदतु. वयं फलानि धरामः, अस्माभिः फलानि धरामः. न, किं फलमिति, फलं नाम खादनार्थमिति वा फलं? किं? तादृशार्थः अस्ति. हा वदतु. अस्तु, तर्हि वयं फलानि धरामः, अस्माभिः धरामः खलु. पुनः वदतु. अस्माभिः फलानि ध्रियन्ते. समीचीनमस्ति. कर्तरिप्रयोगे किमस्ति पुनः? वयं फलानि धरामः. अस्तु अस्तु अस्तु, सम्यक्. कर्मणि प्रयोगे? अस्माभिः फलानि ध्रियन्ते. हा हा, इदानीं स्पष्टमस्ति. अन्य कोऽपि आगतो वा मध्ये? नूतनतया कोऽपि आगतो वा अथवा न? अस्तु अस्तु, वाक्यं समीचीनमस्ति. सञ्जीवमहोदय अग्रे. महोदय, ग्रामः अन्य ग्रामः ग्रामस् ग्रामशब्दस्य अन्य अर्थः वा? वस्तुतः प्रधानः अर्थः सः एव अस्ति. प्रधानः अर्थः स एव अस्ति, किन्तु किन्तु बहवः अर्थाः तु सन्ति. प्रधानः अर्थः स एव. भवत्याः उक्तं वाक्यं समीचीनमेव. साधारणतया समाजे धृधातोः वस्त्रप्रसङ्गे प्रयोगः अधिकः भवति, किन्तु स च प्रयोगः प्रधानप्रयोगः तु नास्ति. वस्तुतः भवत्याः एव प्रयोगः प्रधानतया अस्ति. यद्यपि सामान्यतया वस्त्रप्रसङ्गे वयम् उपयुज्महे तथापि भवत्याः अतः समीचीनम् अस्ति. अस्तु अस्तु महोदय, स्वागतं. श्रीनिवासमहोदय, हा सन्दीपनोय अग्रे. वस् धातु, शिवः कैलासे वसति, अकर्मकधातुः शिवः कैलासे वसति कर्तरिप्रयोगे भावे प्रयोगे शिवेन कैलासे उष्यते यकारः उक्तं खलु पुनः वदतु रूपं किं शिवः कैलासे वसति इति कर्तरिप्रयोगे तस्यैव भावे प्रयोगे शिवेन कैलासे उष्यते उष्यते हा समीचीनमस्ति तत्र भावप्रयोगे अत्र सम्प्रसारणधातुः इति वदामः तत्र सम्प्रसारणधातुः अस्ति तस्य अर्थः कः इति न विशिष्ट कारणं नास्ति अस्माकम् अद्यतनवर्गे किन्तु तस्य नाम तथा अस्ति अस्तु इदानीम् अग्रे गच्छेम मीना भगिनी तत्र दीर्घ ऋकारान्त धातुः कृ इति धातुः कृ किरति पोर् इति अर्थः ओदने घृतं किरामि कृ इति ईर् इति रूपं भवति मया ओदने घृतं कीर्यते कीर्यते हा समीचीनमस्ति बहु सम्यक् अस्ति कीर्यते कृ इति धातुः अस्ति अस्तु अस्तु सम्यक् अग्रे गच्छेम तर्हि सदैव महोदय अग्रे ऋकारान्तस्य अस्तु धातुः तृ तृ कर्तरीप्रयोगः मत्स्य गङ्गां तरति कर्मणि प्रयोगः मत्स्यः इति अस्ति खलु ओ ओ क्षम्यतां मत्स्यः गङ्गां तरति समीचीनं कर्मणि प्रयोगः मत्स्येन गङ्गा तीर्यते बहु समीचीनमस्ति समीचीनमेव अग्रे पद्मा भगिनी आम् महोदय रामः नदीं तरति रामेण नदी तीर्यति न पुनः वदतु तत्र रूपं किम् अस्ति रामेण नदी रामेण रामः नदीं तरति रामेण नदी तीर्यति तीर्यति इति कथं पुनः दोषः अस्ति तीर्यति इति नास्ति इदानीं कर्मिप्रयोगः प्रवर्तमानः अस्ति निहारिका भगिनी किञ्चित् सहायं करोतु पुनः वाक्यम् एकवारं रामः नदीं तरति रामः नद्यां तरति न सकर्मकधातुः अस्ति कर्तरिप्रयोगे समीचीनमेव रामः नदीं तरति इति समीचीनम् आम् कर्मणि प्रयोगे रामेण नदी तीर्यते हा तत्र पद्माभगिनी किम् उक्तवती तीर्यते तत्र एकारः अवश्यं श्रवणीयः तत्र आम् महोदय अस्तु श्रीनिवासमहोदय तत्र वाक्यं वदति वा द्वन्द्वकर्मकवाक्यं भीमः दुष्टं राक्षसं ताडयति भीमेन दुष्टं राक्षसः ताड्यति तत्र क्रियपदं पुनः न श्रुतं मया ताडयति महोदय ताडयति ताडयति. अस्तु, पुनः वदतु. भीमः दुष्टं राक्षसं ताडयति. भीमेन दुष्टं राक्षसः ताड्यति. अस्तु, तत्र नियमः कः किञ्चित् स्मारयतु. प्रधान कर्मपदं राक्षसम् अस्ति महोदय. कर्मणि प्रयोगे प्रधानकर्मपदं अत्र नियमद्वयम् अस्ति. नाम द्विकर्मकानां समूहद्वयं भवति. कुत्रचित् प्रधानकर्मपदस्य परिवर्तनं भवति, कुत्रचित् गौणकर्मपदस्य. कुत्र किं भवति इति अवश्यं ज्ञातव्यमस्ति. नयति, तरति इति नयति, हरति, कर्षति, वहति. प्रधानकर्मपदं रूपं परिवर्तते. परिवर्तते. हा, अत्र ताडयति इति भवता उक्तं खलु. भीमः दुष्टं राक्षसं ताडयति. भीमेन दुष्टः राक्षसं ताड्यति. दुष्टं तत्र भीमः दुष्टं राक्षसम् इति उक्तवान् खलु. आं महोदय. अत्र गौणकर्मपदम् अस्ति वा? कश्चन प्रश्नः उदेति अत्र. यत्र क्रियपदं द्विकर्मकम् अस्ति तत्र सर्वेषु वाक्येषु कर्मपदद्वयं भविष्यति वा? सर्वेषु वाक्येषु अस्मिन् यथा अस्मिन् वाक्ये राक्षसं दुष्टं विशेषणपदमस्ति महोदय. नाम अत्र कति कर्मपदानि सन्ति? यथा वयं वदामः द्विकर्मकधातुः अस्ति, तत्र कर्मपदद्वयमस्ति वा? दुष्टं राक्षसं अत्र यथा भवता उक्तं विशेषणविशेषभावः अस्ति. दुष्टशब्दः विशेषणमस्ति राक्षसशब्दस्य. यद्यपि कर्मपदद्वयं भाति इति स्यात्, किन्तु अत्र वस्तुस्थितिः इयं यत् कर्मपदम् एकमेव अस्ति, तस्य विशेषणम् एकम् अस्ति भवतु नाम, किन्तु अत्र तत्र अस्माकं वाक्यं किम् आसीत् तत्र राजा गर्गान् शतं दण्डयति. तत्र शतं गर्गान् तत्र कर्मपदद्वयमस्ति, एकं पदम् अपरस्य विशेषणमिति नास्ति. अत्र भवता यदुक्तं तत्र विशेषणमस्ति, एकं पदं तत्र दुष्टशब्दः. अपि च द्विकर्मक धातुः अस्ति चेत् यदि द्वयोः कर्मपदयोः एकमेव भवति तर्हि तस्य परिवर्तनं भविष्यति. केवलं यदा एकस्मिन् वाक्ये कर्मपदं द्वयं भवति तदानीं द्रष्टव्यमस्ति कस्य भवति कस्य न भवति. तर्हि अत्र अवश्यं पुनः वाक्यं वदतु. कर्मप्रयोगे किमस्ति? भीमेन दुष्टः राक्षसः ताड्यति. किमस्ति, किं क्रियापदं किं? ताड्यति. ताड्यति इति ती कथमस्ति पद्माभगिनी यथा उक्तवती? किं स्यात् पद्माभगिनी वदतु. पद्माभगिनी क्षम्यतां महोदय, म्यूट् मध्ये अस्ति. पुनः पश्यतु सर्वे पश्यन्तु, अत्र महत्वपूर्णबिन्दुः अस्ति. यदा कोऽपि वदति तदा सर्वेषाम् उत्तरदायित्वं भवति श्रवणार्थम्. एवं नास्ति यत् मम समयः नास्ति चेत् अहं म्यूट् कृत्वा किञ्चित् पाकशालां गत्वा किञ्चित् कार्यं करोमि. तथा न भवति अस्माकं वर्गे, खलु? भवत्याः उदरदायित्वं भवति श्रवणार्थं. महोदय किम् उक्तवान् इत्यस्मिन् तत्र अवश्यं श्रोतव्यमस्ति. न श्रुतवती इत्युक्ते म्यूट् कृत्वा अन्यत्र कुत्रापि, तत्र समीचीनमस्ति वा? अस्माकं समयस्य सदुपयोगः न भवति. अन्य कोऽपि वदतु. लक्ष्मीभगिनी वदतु, तत्र कः दोषः अस्ति? ताड्यते भवति महोदय, खलु? एकारः. यथा पद्माभगिनी दोषं कृतवती तथैव सः एव दोषः पुनः आगतः. ताड्यते इति अस्ति. मम पार्श्वे एकं वाक्यम् अस्ति, द्विकर्मकधातु वाक्यम्. अस्तु, न प्रथमतया इदं समीकरोतु. वाक्यं महोदयस्य वाक्यं किम्? महोदय इदानीं पुनः वदतु वाक्यं. भीमः दुष्टं राक्षसं ताडयति. कर्मणि प्रयोगे भीमेन दुष्टः राक्षसः ताड्यते. अस्तु अस्तु अस्तु भगिनि वदतु. अत्र द्वौ कर्मपद पदौ नास्ति महोदय, विशेषणविशेष्यभावः अस्ति अत्र. दुष्टः राक्षसः द्वे कर्मपदे नपुंसकलिङ्गे, द्वे कर्मपदे दुष्टः राक्षसः विशेषणविशेष्यभावः भवति. समीकरोमि चेत् भीमेन जातमस्ति महोदयेन उक्तम्. इदानीं भवत्याः वाक्यमस्ति वा? आम् आं महोदय. अध्यापकः छात्रान् प्रश्नान् पृच्छति कर्तरिप्रयोगे. अत्र प्रश्नान् प्रधानकर्मपदं, छात्राः गौणकर्मपदं वा? सत्यम्. अध्यापकेन छात्रान् प्रश्नाः पृच्छ्यन्ते कर्मणि प्रयोगे. हा समीचीनमस्ति. पुनः वदतु कर्तरि कर्मणि च. कर्तरिप्रयोगे अध्यापकः छात्रान् प्रश्नान् पृच्छति. अध्यापकेन छात्रान् प्रश्नाः पृच्छ्यन्ते. न समीचीनं नास्ति. अत्र नियमः कः? अस्माकं धातुगणसमूहद्वयमस्ति खलु अत्र. अत्र षोडश आहत्य षोडशदातवः सन्ति. तेषु किं पञ्च द्वादशदातवः एकस्मिन् समूहे, तत्र चत्वारः धातवः अपरस्मिन् समूहे सन्ति. इदानीम् आधिक्येन ये द्वादशदातवः सन्ति तेषां कृते नियमः कः? तत्र गौणकर्मपदस्य परिवर्तनं भवति, न तु प्रधानकर्मपदस्य. भवती विपरीतरूपेण कृतवती. अत्र पृच्छधातुः चत्वारः पृच्छधातु षष्ठः अस्ति. द्वादशसु धातुषु अस्ति पृच्छधातु, द्वादशसु धातुषु नास्ति वा? अस्ति अस्ति. प्रच् धातुः अस्ति, प्रच् धातुः अस्ति, प्रच् षष्ठः धातुः अस्ति. तत्र करपत्रमस्ति वा यत् अहं दत्तवान्? आं महोदय, अत्र गौणकर्मपदस्य परिवर्तनं, अत्र गौणकर्मपदं प्रथमाविभक्तौ भवति वा? हा सत्यं, गौणकर्मपदस्य कर्मणि प्रयोगे परिवर्तनं भवति, न तु प्रधानकर्मपदस्य. तर्हि किं वाक्यं पुनः वदतु कर्तरिप्रयोगे. अध्यापकः छात्रान् प्रश्नान् पृच्छति. हा, अत्र गौणकर्मफलं किं, प्रधानकर्मफलं किम्? प्रश्नान् पृच्छति, प्रश्नः प्रधानकर्मपदं, प्रश्न प्रधानकर्मपदम्. आं, छात्राः गौणकर्मपदम्. हा, अत्र षष्ठः धातुः अस्ति, द्वादशसु धातुषु षष्ठः. अत्र एषु धातुषु यत्र परिवर्तनं भवति कर्मणि प्रयोगे, तत्र गौणकर्मपदस्य परिवर्तनं भवति, न तु प्रधानकर्मपदस्य. पुनः वदतु. अध्यापकेन छात्राः प्रश्नान् पृच्छन्ते. हा, इति अस्ति, इति अस्ति, अवगतं वा? आं महोदय, धन्यवादः. तत्र नयति, हरति, कर्षति, वहति, तत्र तत्रैव प्रधानकर्मपदस्य परिवर्तनं भवति, अपरेषु गौणकर्मपदस्य. अतः विपरीतरूपेण चिन्तयतु, यत्र अधिकदातवः सन्ति, द्वादशदातवः सन्ति, तत्र गौणकर्मपदस्य परिवर्तनं भवति. यत्र अल्पदातवः सन्ति, चत्वारः धातवः, नयति, हरति, कर्षति, वहति, तत्र प्रधानकर्मपदस्य परिवर्तनं भवति. विपरीतरूपेण अस्ति, अवगतं वा? इति चिन्तनीयमस्ति. अवगच्छामि महोदय. निहारिका भगिनी एकं वाक्यं वदति वा? मया गृहपाठः न लिख्यते. हा, तस्य कर्तरि किम्? अहं गृहपाठं न लिखामि. हा अस्तु, लिख् धातोः स्थाने कृ धातुः स्थापयतु, कृ धातुः करोति इति, यतोहि विशिष्टधातुः अस्ति ऋकारान्तः. अहं गृहपाठं न करोमि, मया गृहपाठः न क्रियते. हा, तत्र कृ धातोः ऋकारस्य स्थाने किं परिवर्तनम् आगतं कर्मीप्रयोगे? हा, नाम ऋकारस्य स्थाने रि इति परिवर्तनं जातमस्ति इति नियमः अस्ति. हा, तादृशनियमः अस्माभिः दृष्टः. अस्तु, यदि गृहपाठः आसीत्, नाम अत्र अत्र कस्यचित् प्रश्नः अस्ति, नो चेत् अभ्यासः सम्यक्तया करणीयः अस्ति. महोदय, मम एकः प्रश्नः अस्ति. वक् सम्प्रश्नम् इति वकारस्य स्थाने उकारः आगच्छति. सम्प्रसारणम् एतादृशं यकारस्य स्थाने इकारः अपि आगच्छति किम्? यथा धातुः यज् यजते, भक्ताः देवीं यजन्ते, भक्तैः. प्रश्नः समीचीनः अस्ति, किन्तु तादृश सर्वे धातवः सम्प्रसारणिनः न सन्ति. सूत्रद्वयमस्ति, पाणिनीयसूत्रद्वयमस्ति, यत्र नाम परिगणिताः सम्प्रसारिणः धातवः सन्ति, सर्वे यथा न सन्ति. सः धातुः सम्प्रसारणधातुः नास्ति. आम्, यज् इति सम्प्रसारणधातुः नास्ति किं? नास्ति, यज् यज्यते इति प्रायः अस्ति. धन्यवादः. अस्तु, अहं कर्तरिप्रयोगे वाक्यं वदामि, भवन्तः तस्य परिवर्तनं करोतु. अस्तु, इदानीं शिल्पा भगिनी, सः विद्यालयं गच्छति. सः विद्यालयं गच्छति. तेन विद्यालयः गम्यते. समीचीनमस्ति. इदानीं सन्दीप् महोदय, अहं शब्दं स्मरामि. अहं शब्दं स्मरामि. मया शब्दः स्मर्यते. समीचीनमस्ति. इदानीं निहारिका भगिनी, भवती कम् आह्वयति? भवत्या कः आह्वयते? तथा नास्ति. अत्र पुस्तके अस्ति, तत्र अग्रिमे पुटे पश्यतु, 25-100 पुटे हुए धातुः अस्ति. पश्यति वा तत्र हुए धातुः? वद् वच् वब् वः. भवत्या कः आहूयते? आहूयते, समीचीनमस्ति. आहूयते इति अस्ति. अस्तु, अग्रे तर्हि. इदानीं सुनिधि भगिनी करोति वा अग्रे? एषः न, एवं कुर्मः. भवान् किं करोति? भवान् किं करोति? भवता किं क्रियते? बहु समीचीनमस्ति. तत्र ह्रस्व इकारः किन्तु, खलु? क्रियते इति नास्ति, क्रियते. ह्रस्व इकारः अस्ति. बहु पुनः वदतु. भवता किं क्रियते? समीचीनमस्ति. अस्तु, अग्रे श्रीनिवासमहोदय, अग्रे. एषः तां जानाति? एषः तां जानाति. एषः तां जानाति. किं भवति पुनः? एषः तां जानाति. एतं तां न, अत्र कर्तृपदं किं? तां, महोदय. कर्तृपदं? सोरि, एषः. तस्य का विभक्तिः परिवर्तितं भवति? एतेन. अस्तु, एतेन. एतेन तां जानाति, ज्ञायते, महोदय. न, ताम् इत्यस्य परिवर्तनं भवति न वा? नियमः कः? कर्तृपदस्य का विभक्तिः, कर्मपदस्य का विभक्तिः? कर्तृपदस्य तृतीया विभक्तिः, कर्मपदस्य प्रथमा विभक्तिः. तर्हि करोतु. एतेन सा ज्ञायते. समीचीनमस्ति. अस्तु, इदानीम् अग्रे सहदेवमहोदय, सा मालां रचयति. सा मालां रचयति. कर्मणि प्रयोगः, कर्तृपदं तृतीयविभक्ति. सा तेन, किन्तु स्त्रीलिङ्गे अस्ति, स्त्रीलिङ्गे. ओ ओ, क्षम्यतां. सा तया, कर्मपदं प्रथमविभक्ति, मालां, मालाः. मालाम् इति लिङ्गं किं? मालां नपुंसकलिङ्ग ओ स्त्रीलिङ्ग स्त्रीलिङ्गशब्दः आम् हा मालां प्रथमविभक्ति माला सम्यक् रचयति कर्मणि प्रयोगः न जानामि रचयति हा तत्र अत्र द्वाविंशत्यधिकशततमे पुटे 122 इति पृष्ठे पश्यतु तत्र नियमः उक्तः अस्ति तत्र क्षालयति तत्र रक्तवर्णस्य क्षालयति किं भवति क्षालयति क्षाल्यते सूचयति सूचयते सूच्यते सूच्यते हा तर्हि रचयति रच्यते रच्यते पुनः इदानीम् आहत्य वाक्यं वदतु रच्यते हा हा सा मालां रचयति परिवर्तयतु सा मालां रचयति तया माला रच्यते रच्यते हा बहु समीचीनमस्ति हा अग्रे सा मालं हा अस्तु इदानीं सा कार्यं न करोति सा कार्यं न करोति मीना भगिनी तया कार्यः न क्रियते हा कार्यशब्दस्य लिङ्गं किम् ओ नपुंसकलिङ्गं तया कार्यं न क्रियते अस्तु समीचीनमस्ति शिल्पा भगिनी अग्रे एषा शाटिकां धरति एषा शाटिकां धरति एतया शाटिका एतया शाटिका ध्रियते हा ध्रियते बहु समीचीनमस्ति इति सामान्यप्रयोगः प्रधान अर्थः यथा भवत्या उक्तं तदा एव अस्ति स एव अर्थः अस्ति किन्तु अत्र शाटिकां धरति इति सामान्यप्रयोगः लोके अस्तु हा अस्तु लक्ष्मी भगिनी अग्रे महोदय अग्रे हा अग्रे वदामि हा क्षम्यतां सः काशीं गच्छति सः काशीं गच्छति तेन काशीः गम्यते न तत्र विसर्गः नास्ति इति मन्ये ओ ओ ओके तेन काशी गम्यते अस्तु अग्रे सञ्जीवमहोदय एषः दुग्धं पिबति एषः दुग्धं पिबति इति कर्तृप्रयोगे तत् कर्मणि प्रयोगे एतेन दुग्धं पीयते हा तत्र ह्रस्व इकारः दीर्घ इकारः वा दीर्घ इकारः पीयते हा समीचीनमस्ति तत्र अस्माकं सूत्रमासीत् खलु घूमास्था गा पा जहाति सां हलि पा इति धातुः अस्ति आकारान्तः अतः तस्य दीर्घ इकारादेशः भवति कितिङ् इति प्रत्यये परे अतः पीयते समीचीनमस्ति पीयते अग्रे हा अग्रे सुनिधि भगिनी भवती गीतं शृणोति भवती गीतं शृणोति भवत्याः गीतं श्रूयते हा तत्र धातुः अस्ति श्रु. अत्र कर्मणि प्रयोगे ह्रस्व उकारः दीर्घ उकारः वा? दीर्घ उकार. दीर्घ उकारः. हा अपि च भवति इत्यस्य तृतीयविभक्त्यन्तं पदं किं भवति तृतीयविभक्तौ? भवत्याः. भवत्या. भवत्या. विसर्गः नास्ति किन्तु भवत्या. हा पुनः वाक्यं वदतु. भवती गीतं शृणोति. भवत्या गीतं श्रूयते. हा सुन्दरं, बहु समीचीनमस्ति. अग्रे पद्मा भगिनी. अग्रे भवान् पाठं पठति. भवता पाठं पठ्यते. न किञ्चित् परिशीलयतु किं भवति. भवान् पाठं पठति, तत्र कर्तृपदस्य का विभक्तिः, कर्मपदस्य का विभक्तिः? प्रश्नः आसीत् कर्तृपदस्य का विभक्तिः, कर्मपदस्य का विभक्तिः? कर्तृपदं प्रथमा विभक्ति रूप कर्मणि प्रयोगे भवता रूपान्तरं भवति. कर्मणि प्रयोगे कर्तृपदस्य का विभक्तिः भवति? तृतीयाविभक्तिः. हा तृतीयाविभक्तिः भवता. अस्तु अग्रे कर्मपदस्य प्रथमाविभक्ति. हा तर्हि करोतु. भवान् पाठं पठति. भवता पाठं पठ्यते. पाठमिति कथं स्यात्? पाठशब्दस्य लिङ्गं किं? मम अभिप्रायः नपुंसकलिङ्गं. ओ किन्तु स च अभिप्रायः समीचीनः नास्ति. भवता पाठः पठ्यते. हा इदानीं सम्यक् अस्ति. अस्तु अग्रे शिल्पा भगिनी. अग्रे सा मार्जनीं गृह्णाति. सा मार्जनीं गृह्णाति. मार्जनीं. सा मार्जनीं गृह्णाति. तया मार्जनी गृह्णाति. गृह्णाति. गृह्णाति. धातुः कः? ग्रह. ग्रह. वस्तुतः धातुः अस्ति ग्रह. ग्रह. यथा ग्रहीष्यति. ग्रहीष्यति. नाम भविष्यत्काले ग्रहधातुः. ग्रहीष्यति. हा तर्हि ग्रहीष्यति इति भविष्यत्काले, उदाहरणार्थं वदामि, ग्रह इति अस्य रूपं तत्र स्थास्यति, तिष्ठति एव. ग्रहीष्यति इति भविष्यत्काले. किन्तु अत्र ग्रहधातुः वस्तुतः किञ्चित् कठिनमस्ति, यतोहि अयं धातुः सम्प्रसारणी धातुः अस्ति. यथा वद, वच्, वप्, वः. तत्र ग्रहधातुः सम्प्रसारणधातुः अस्ति. अतः तस्य यथा वदति इति उद्यते, वक्ति इति उच्यते, उकारस्य स्थाने उकारः. अत्र ग्रह इति अस्ति ग्रह. रेफस्य स्थाने किं भवति? निहारिका भगिनी वदतु. इकारः इति न, रेफस्य स्थाने सञ्जीवमहोदय सहायं करोति वा? रेफस्य स्थाने ग्रहधातु, रेफस्य स्थाने गृह भवति, ऋकारः आगच्छति. हा ऋकारः, कृष्णऋकारः भवति. अपि च धातुः अस्ति, पश्यन्तु तत्र सम्प्रसारणनियमः कथमस्ति. ग्रहधातुः अस्ति ग, गकारः, रेफः, अकारः, हकारः. ग्रह. गकारः, रेफः, अकारः, हकारः. तत्र यदा एकस्य स्वरस्य परिवर्तनं भवति सम्प्रसारणीधातुः, नियमः कः इति चेत् तत्र रेफस्य स्थाने ऋकारः भवति. तदनन्तरं कश्चन स्वरः अस्ति चेत् तस्य लोपः भवति, अपगच्छति, न तिष्ठति, अतः अकारः न तिष्ठति. हकारः तु अस्ति. पुनः वदतु. सा मार्जनीं गृह्णाति, तया मार्जनीं मार्जनी गृह्यते गृह्यते गृह्यते गृह्यते तया मार्जनी क्रियते ग ग गृह्यति गृह्यते समीचीनमस्ति. अस्तु अग्रे निहारिका भगिनी, अत्र एषा वस्त्रं प्रक्षालयति. एषा एतया वस्त्रं प्रक्षाल्यते. हा अस्तु अस्तु, तत्तु सरलमासीत्. अग्रे अहं तं न जानामि. अहं तं न जानामि. मया सः न ज्ञायते. समीचीनमस्ति. अस्तु श्रीनिवासमहोदय, अग्रे कः सर्वं जानाति? केन सर्वं ज्ञायते? केन सर्वं ज्ञायते? बहु समीचीनमस्ति. सुनिधि भगिनी अग्रे, का एतां पश्यति? तया का एतां पश्यति? कया एतां प्रथमाविभक्तिः एतां एषा कया एषा दृश्यते? समीचीनं. पुनः कया एषा दृश्यते? सुन्दरं, बहु समीचीनमस्ति. अग्रे मीना भगिनी, अग्रे सः धनं ददाति? तेन धनं दीयते. धातुः कः? धातुः एव. धातुः घूमास्ता, घूसंज्ञकः धातुः दा. दीयते. अतः दीर्घकारः. बहु समीचीनमस्ति. पद्मा भगिनी, अग्रे भवान् किं खादति? भवता किं खाद्यते? समीचीनमस्ति. लक्ष्मी भगिनी, भवती कां जानाति? भवती कां जानाति? भवत्या का ज्ञायते? समीचीनमस्ति. अस्तु अग्रे सन्दीप महोदय, एषा किं स्थापयति? एषा किं स्थापयति? कर्मणि एतया किं स्थाप्यते? समीचीनमस्ति. अग्रे अस्तु सहदेव महोदय, सा तत् स्वीकरोति? सा तत् स्वीकरोति? सा तत् स्वीकरोति? सा तया तत् स्वीक्रियते. बहु समीचीनमस्ति. इदानीं श्रीनिवासमहोदय अग्रे. मोहनः कृष्णं नमति. मोहनेन कृष्णः नम्यते. समीचीनमस्ति. अग्रे निहारिकभगिनी. श्रीरामः अयोध्यां गच्छति. श्रीरामेण अयोध्यः गम्यते. स्त्रीलिङ्गशब्दः अयोध्यां. आम्, श्रीरामेण अयोध्या गम्यते. हा, अस्तु समीचीनं. लक्ष्मीभगिनी, सीता फलं खादति. सीता फलं खादति. तया फलं खाद्यते. अस्तु, सुनिधि भगिनी, वैद्यः चिकित्सां करोति. वैद्येन किं चिकित्सां करोति? चिकित्सां चिकित्सां चिकित्सां स्त्रीलिङ्गशब्दः. चिकित्सा क्रियते. समीचीनमस्ति. सञ्जीवमहोदय, पुरुषः पुष्पं जिघ्रति. पुरुषः पुष्पं जिघ्रति. कर्मणि प्रयोगे पुरुषेण पुष्पं घ्रायते. तत्र धातुः घ्रा धातुः आकारान्तः, किन्तु स च आकारान्तधातुः सूत्रे नास्ति. घुमास्ता इति सूत्रे नास्ति इति कृत्वा सामान्य घ्रायते इति सामान्यमस्ति, परिवर्तनं न भवति. अस्तु, इदानीं अग्रे सदैव महोदय अग्रे. कर्मकरः चषकं प्रक्षालयति. पुनः वदतु महोदय. कर्मकरः कर्मकरः चषकं प्रक्षालयति. कर्मकरः कर्मकरः चषकं चषकं प्रक्षालयति. कर्मकरेण चषकः क्षाल्यते. नैपुण्यं जातम् अस्ति भवतः, बहु समीचीनमस्ति. अग्रे श्रीनिवासमहोदय, छात्रः नियमं पालयति. छात्रः नियमं पालयति. छात्रेण नियमं छात्रेण नियमः पाल्यते. समीचीनमस्ति. लक्ष्मीभगिनी अग्रे. बालः तण्डुलं क्रीणाति. बालः तण्डुलं क्रीणाति. बालेन क्रियते. बालः तण्डुलं क्रीणाति. पुनः बाले महोदय तण्डुलं नपुंसकलिङ्गम् अथवा पुंलिङ्गशब्दः प्रायः उभयथ भवति इति स्यात्. कोऽपि सङ्गणके पश्यतु कृपया. तण्डुलं तण्डुलः इति तण्डुलः इति उभयथ भवति वा? पश्यतु कोऽपि. लिङ्ग एव महोदय. किं लिङ्गमेव? पुलिङ्गशब्दः तण्डुलः. बालेन तण्डुलः क्रियते. अस्तु, समीचीनमस्ति. सुनिधि भगिनी अग्रे. अन्धः दण्डं गृह्णाति. अन्धः दण्डं गृह्णाति. अन्धः दण्डं गृह्णाति. अन्धेन दण्डः गृह्यते. समीचीनमस्ति. वस्तुतः कृष्णऋकारः अस्ति इति स्पष्टतया चेत् तत्र गृह्यते. अस्तु, अग्रे अग्रे नर्तकः अभिनयं दर्शयति. पद्मा भगिनी, नर्तकः अभिनयं दर्शयति. नर्तकेन अभिनयं दृश्यते. दर्शयति इति दृश्यते इति न भवति. निहारिका भगिनी वदतु किमस्ति. दर्शयते न दर्शयति इत्यस्य. लक्ष्मी भगिनी वदतु. न जानामि महोदय. जानाति एव, करोतु. मीना भगिनी वदतु. दर्श्यते. दर्श्यते. पश्यति इत्यस्य दृश्यते, दर्शयति इत्यस्य दर्श्यते. यथा प्रक्षालयति प्रक्षाल्यते. इदानीं प्रतिध्वनिः कथमस्ति? प्रतिध्वनि कस्यचित् स्पीकर् फोन् नास्ति खलु? अस्तु, इदानीं दुर्जनः सज्जनं निन्दति इति निहारिका भगिनी वदतु. पुनः एकवारं महोदय, मया तावत् सम्यक्तया न श्रुतं. दुर्जनः सज्जनं निन्दति. निन्दति निन्दति आम्. दुर्जनैः सज्जनाः. दुर्जनः दुर्जनेन सज्जनः निम्यते. निन्द इति सामान्यमस्ति. निन्द इति धातु अस्ति. निन्दति पुनः निन्द्यते. निन्द्यते. अस्तु अग्रे सञ्जीवमहोदय. बालकः मधुरम् इच्छति. बालकः मधुरम् इच्छति. कर्मणि प्रयोगे बालकेन मधुरम् इष्यते. हा, तत्र धातुः अस्ति इष्. सर्वेषां मनसि भवेत् इच्छति अस्य धातुः इष् इष्. तत्र भविष्यत्कालस्य रूपं किं? लक्ष्मीभगिनी वदतु. इच्छति इत्यस्य एष्यति. न अन्य कोऽपि? मीना भगिनी. सन्दीप् महोदय. एषिष्यति. हा, एषिष्यति. अस्तु, समीचीनमस्ति. अग्रे मीना भगिनी, इदानीं भगिनी पुष्पं जिघ्रति. भगिन्या पुष्पं जिघ्राति. क्रियते द्रा इति सूत्रेण अस्ति. ग्रादातुः सूत्रेण अस्ति. न नास्ति. ग्रायते. ग्रायते. भगिन्या पुष्पं ग्रायते. हा, अस्तु, समीचीनमस्ति. घ्रायते. अस्तु, इदानीम् अहं कर्तरिप्रयोगे क्रियपदम् एकवारं वदामि, अनन्तरं भवन्तः तत्र क्रियपदं कर्मप्रयोगे किमस्ति इति वदन्तु. अस्तु, इदानीं सहदेव महोदय, पिबति. पीयते. अस्तु, समीचीनमस्ति. अग्रे लक्ष्मी भगिनी, जिघ्रति. घ्रायते. अस्तु, अग्रे इदानीं सञ्जीवमहोदय, तत्र भवति. भवति. भूयते. हा, अस्तु. वस्तुतः अग्रिमे पाठे भवति भाविप्रयोगः, यत्र अकर्मकधातुः अस्ति. तत्र धातुः अस्ति भू, अतः भूयते. अस्तु निहारिका भगिनी तिष्ठति. धातुः ज्ञातव्यः, नो चेत् न भवति. न जानामि महोदय. धातुः कः अस्ति? अन्य कोऽपि? लक्ष्मी भगिनी वदतु. स्था धातुः. स्था, स्था. स्थायते. न, तत्र अस्माकं सूत्रमस्ति. भगिनी वदतु, लक्ष्मी भगिनी वदतु. स्थास्यते. हा, किमस्ति पुनः वदतु. तिष्ठति, स्थास्यते. न, अत्र अस्माकं सूत्रमस्ति घूमा स्था गा पा जहाति साम हलि. स्था अस्ति तरु, घूमा स्था, स्थात् अस्ति स्था धातुः. तत्र तदाधारेण वदतु किमस्ति. शुभा भगिनी वदतु. तिष्ठति धातुः स्था, स्थीयते. स्थीयते, यथा पा पिबति पा धातुः पीयते, दा धातुः ददाति दीयते, स्था धातुः स्थीयते. समीचीनं. मीना भगिनी अग्रे जयति. जयति जीयते. जीयते. अस्तु अग्रे. सुनिधि भगिनी क्षयति. क्षीयते. क्षीयते. अस्तु समीचीनमस्ति. निहारिका भगिनी अग्रे श्रवति. श्रवति. धातुः ज्ञातव्यः. श्रीनिवासमहोदय सहायं करोति वा? किं पदमस्ति वा? क्षयति. श्रवति. श्रूयते महोदय. तत्र मया द्रष्टव्यमस्ति. अत्र लिखितमस्ति श्रूयते. श्रूयते, श्रूयते तु स्यात्, किन्तु अत्र किञ्चन विशिष्टसूत्रमस्ति न वा इति द्रष्टव्यमस्ति. अनन्तरं वदामि. अस्तु. इदानीं सरति. सरति इति मीना भगिनी वदतु. धातुः कः? ऋधातुः. ऋधातुः. ऋकारस्य स्थाने इर् आगच्छति. श्रूयते इति भवति. रि भवति. श्रूयते इति. अस्तु, समीचीनमस्ति. अस्तु, सहदेव महोदय. तरति धातुः कः? तरति धातुः तृ कर्मणि तीर्यते. अस्तु, समीचीनमस्ति. इदानीं ध्यायति. ध्यायति इति अग्रे शिल्पा भगिनी वदतु. ध्यायति धातुः कः? ध्यायति. तर्हि किं भवति? ध्यायति, ध्यायते. वस्तुतः धातुः अस्ति ध्यै. ध्यै, किन्तु तस्य परिवर्तनं भवति ध्या, रूपं च ध्यायते इति समीचीनमस्ति. अग्रे निहारिका भगिनी अग्रे ग्लायति. ग्लायते. अत्र नास्ति किमपि. अत्र इदानीं गायति. सञ्जीव महोदय गायति. धातुः अस्ति गै. गायते. गायते नास्ति. अत्र सूत्रमस्ति. अस्माकं सूत्रमस्ति घू मा स्था गा पा. गीयते. गीयते इति अस्ति, समीचीनम्. अस्तु सुनिधि भगिनी, अर्चति. धातु अस्ति अर्च्. अर्च्यते. अर्च्यते समीचीनमस्ति. इदानीम् अग्रे पद्मा भगिनी, मुञ्चति. मुञ्चति इति अस्ति. मुञ्चते. मुञ्च्यते. अस्तु तर्जति. सदैव महोदय तर्जति. महोदय मुह्यते इत्युक्ते मुञ्चति. मुञ्चति. मुञ्चति इति वा? एकं पदमस्ति. मुह्यते. मुह्यते इत्युक्ते किं? मुह्यते कुत्र अस्ति? मया न उक्तम्. आम् एकम् अन्यपदमस्ति, तदर्थं किं न जानामि. तत्र शब्दकोशे पश्यतु. पुष्पा भगिनी अस्ति वा? न महोदय, पद्मा. पद्मा पुस्तकं रेफरेन्स् कृत्वा. कस्य कारणेन अस्माकं प्रति ध्वनिः प्रवर्तमानः अस्ति? तत्र कस्यचित् स्पीकर् फोन् अस्ति वा? हेड् फोन् अस्ति वा? ब्लूटूत् न महोदय. अस्तु सहदेव महोदय, एकवारं म्यूट् करोतु. आं महोदय, म्यूट् आसीत्. म्यूट् आसीत्. अस्तु अस्तु, तर्हि तत् न कारणमस्ति, न जानामि किं कुर्मः. अस्तु अग्रे त्यजति. त्यजति पद्मा भगिनी वदतु. त्यजति. तूर्यते. चूर्यते. त्यजति. त्यजति किमस्ति? पुनः वदतु भगिनि. अत्र किमपि नास्ति. निहारिका भगिनी वदतु. त्यज्यते. हा पुनः. त्यज्यते. हा हा, स्पष्टतया यकारः वक्तव्यः. त्यज्यते. त्यजति. त्यज्यते. समीचीनं. क्रीडति. सुनिधि भगिनी अग्रे. क्रीडति. क्रीडति. क्रीडते. अत्र यकारः. यकारः वक्तव्यः. पुनः. क्रीड्यते. अस्तु समीचीनमस्ति. अग्रे श्रीनिवासमहोदय अग्रे. जीवति. जीवति. न सामान्यमस्ति, किमपि नास्ति. जीवति सामान्यनियम अनुसृत्य. जीवते. जीवते इति कथं स्यात्? सर्वे यकारः यकारः न वदन्ति. यकारं वदतु. जीयते. न जीवति. धातु अस्ति जीव. जीव. हा, तत्र अस्माकं कार्यद्वयं केवलं. मध्ये यकारः, अन्ते एकारः. जीवति. जीव्यते. जीव्यते. अस्तु समीचीनमस्ति. अग्रे शिल्पा भगिनी अग्रे. भषति. पुनः वदतु. भषति. पश्यति. भषति. भषति. भषति. भष्यते. भाषति. सम्यक्तया वदतु एकवारं. भाष्यति भाषति मुदनषकारः भाषति भा भाषति भाति भाषति भाषति आ इति नास्ति अ अस्ति अकारः पश्यति पश्यते पश्यते पश्यते समीचीनं पश्यते अस्तु अग्रे वदति निहारिका भगिनी वदति उच्यते न न वक् तत्र वक्ति इत्यस्य उच्यते तत्र अत्र धातुः अस्ति वद उद्यते हा उद्यते इति अस्ति वसति वसति इति पद्मा भगिनी वदतु वस्यते न लक्ष्मीभगिनी लक्ष्मीभगिनी साहाय्यं करोतु अत्र उष्यते उष्यते सम्प्रसारणे दातुम् अस्ति अत्र सन्दीपमहोदय रोदिति रोदिति धातु रुद् रुद्यते हा समीचीनं धातुः ज्ञातव्यः अस्ति अस्माभिः रुद्यते अस्तु अत्र स्वपिति स्वपीति इति लक्ष्मीभगिनी वदतु स्वपीति धातुः ज्ञातव्यः स्वप् अत्र स्वप् इति सम्प्रसारणधातुः अस्ति स्वप् सम्प्रसारणप्यते न वकारस्य स्थाने वकारस्य परिवर्तनं भवति स्वप्यते वकारः न तिष्ठति इति मया उक्तं वकारस्य स्थाने किं स्यात् उकारः भवति तर्हि वदतु सुप्यते हा सुप्यते सुप्यते इति अस्ति अग्रे मीना भगिनी अग्रे जागर्ति आगर्ति किञ्चित् कठिनमस्ति अत्र धातुः अस्ति जागृ जाग्रियते जागर्यते गृ जागृ इति धातुः अस्ति जाग्रियते न न अत्र मया उक्तं किञ्चित् विशिष्टधातुः अस्ति अपवादभूतधातुः अस्ति जागर्यते बालकेन जागर्यते अग्रे सन्दीपमहोदय अस्ति अस्ति अस्ति अपि भूयते हा तद् स्वस्य रूपं नास्ति समीचीनं भूयति एव धातुः अस्तु बिभेति निहारिका भगिनी बिभेति धातुः ज्ञातव्यः भीयते अत्र भी इति धातुः अस्ति भीयते अस्तु न सुनिधि भगिनी अग्रे नृत्यति नृत्यति नृत्यते हा अस्तु बहु सम्यक् अस्ति इति अस्माकम् अभ्यासः जातः इदानीं पुस्तके पश्येम एकवारं दशनिमेषाः अवशिष्टाः अग्रे गृहपाठरूपेण तत्र अग्रिमपुटे षष्ठः अभ्यासः अस्ति षड्विंशत्यधिकशततमे पुटे षष्ठः अभ्यासः अनन्तरं त्रयः श्लोकाः सुभाषितानि, तान् इदानीं पठेम, ततः अग्रे पुनः अभ्यासः अस्ति, तं कुर्वन्तु तत्र अग्रे अभ्यासरूपेण, गृहपाठरूपेण अभ्यासद्वयमस्ति. तर्हि इदानीं मीना भगिनी प्रथमं सुभाषितं पठतु. एको अहम् अहायो असहायो अहं कृशो अहम् अपरिच्छद्दः स्वप्ने अपि एवं विधा चिन्ता मृगेन्द्रस्य न जायते. एकं करोमि, अहं म्यूट् करोमि, सर्वे सर्वान् म्यूट् करोमि, तत्र भवती स्टार् सिक्स् न दीयते वा? हा, इदानीं भवती स्टार् सिक्स् न दीयतु. डन् महोदय. हा, इदानीं पठतु अग्रे, समस्या न स्यात्. आम्, एकः अहम् असहायः अहं कृशः अहम् अपरिच्छदः स्वप्ने अपि एवं विधा चिन्ता मृगेन्द्रस्य न जायते. अहम् एकः एव अस्मि, मम सहायकः कोऽपि नास्ति, अहं कृशः अस्मि, साधनं किमपि नास्ति इति एतादृशी चिन्ता सिंहस्य स्वप्ने अपि न भवति. सिंहः मृगेन्द्रः सः एकः एव अस्मि, सहायकर्तुं किमपि न अस्ति. अतः अहं बलहीनवान् अस्मि इति स्वप्ने अपि सः न चिन्ता अस्ति. इति अर्थः अस्ति. अत्र किमर्थम् अस्मिन् पाठे अयं श्लोकः आगतः इति न स्पष्टं, यतोहि अत्र कर्मविप्रयोगः नास्ति खलु. अत्र कुत्र जायते? जायते तु कर्मविप्रयोगः नास्ति, कर्तरिप्रयोग एव. अस्तु, यत्किमपि भवतु नाम इदानीं सन्दीपमहोदय कृपया द्वितीयं स्टार् सेक्स् नोदयित्वा. गम्यते यदि मृगेन्द्रं मन्दिरं, लभ्यते करिकपोलमौक्तिकं, जम्बुकालयगतेन लभ्यते वत्सपुच्छखुरचर्मखण्डनं. यदि सिंहस्य गुहा गम्यते तर्हि तत्र गजानां गण्डस्थलात् प्राप्तं मौक्तिकं लभ्यते. यदि शृगालस्य आवासः गम्यते तर्हि तत्र तु तेन मारितस्य वत्सस्य पुच्छखुरचर्मादीनां खण्डाः लभ्यन्ते. अत्र कर्मणि प्रयोगः अस्ति, लभ्यते, लभ्यन्ते. सत्यम्. अर्थः कः? यदि मृगेन्द्रस्य इति, मृगेन्द्रे इत्युक्ते सिंहस्य गुहा गम्यते, यदा गुहां गच्छति कोऽपि, तर्हि तत्र गुहायां गजानां गण्डस्थलात् प्राप्तं मौक्तिकं, यद् गजानां गण्डस्थले मौक्तिकं वर्तते इति श्रूयते, तस्य मौक्तिकं तत्र लभ्यते. यथा सिंहः गजं मारयति, न तु बलहीन मृगान् मारयति, सिंहः गजवत् मृगानामेव मृगानेव मारयति, तथा तत्र गुहायां मौक्तिक इत्यादि मणि मणयः लभ्यन्ते, परन्तु शृगालस्य आवासः तत्र शृगालस्य गृहे गच्छन्ति चेत् तत्र तु वत्सस्य बलहीन मृगाणां पुच्छति लाङ्गूलखुरचर्मादीनां तेषां खण्डाः एव लभ्यन्ते. अतः शृगाल तु नीचकार्यमेव करोति. यः यादृशः तस्य गृहमपि तादृशं इति. अत्र कोऽपि प्रश्नः स्पष्टमस्ति वा? केवलं समस्तपदमस्ति, नाम अग्रे गत्वा इदानीं मास्तु, अग्रे द्वन्द्वसमासः अस्ति, अग्रिमे पुस्तके एतत् सर्वं पठिष्यामः. करिन् करिन् इत्युक्ते किं? करिन् अत्र करि हस्ति गज गजः करि कपोल कपोल नाम कपोल नाम मुखं मुखं शिरः शिरः. अस्तु, समीचीनमस्ति, सर्वं स्पष्टं स्यात्. जम्बुकः इत्युक्ते शृगालः. जम्बुकालय जम्बुकः इति तस्य गृहमिति जम्बुकालयः. जम्बुकः इति शृगालः. अनन्तरम् एतत् सर्वं खुरः नाम नाम पाद पादः. अन्यत् सर्वं स्पष्टं स्यात्. खण्डाः खण्डाः इति पुल्लिङ्गशब्दः वा? खण्डनमिति खण्डाः तत्र विवरणे दत्तं विवरणे. ओ हो हा हा हा विवरणं पुच्छकर्मादीनां खण्डाः लभ्य पुल्लिङ्गशब्दः खण्डः एकः खण्डः. धन्यवादः इति मन्ये. अस्तु, अग्रे अग्रे तर्हि अग्रे लक्ष्मीभगिनी अग्रे पठतु कृपया. भगिनी अस्ति स्टार् सिक्स् नोदय. आं महोदय. अल्पानामपि वस्तूनि महोदय अल्पानामपि वस्तूनाम् अल्पानामपि वस्तूनां सहितः कार्यसाधिका तृणैरारभ्यते रज्जुः, तया नागो अपि बध्यते. अल्पानि अपि वस्तूनि यदि एकत्रिताः क्रियन्ते तर्हि महत् कार्यमपि साधयितुं शक्यते. तृणानि यदि विशकलितानि भवन्ति तर्हि तानि अतीव दुर्बलानि. तथापि तानि यदि एकत्रीकृत्य रज्जुरूपेण क्रियन्ते तर्हि तया रज्ज्वा गजस्य अपि बन्धनं कर्तुं शक्यते. अर्थः कः? अल्पानि वस्तूनि एकत्रिताः एकत्रितं करोति चेत् महत् कार्यमपि साधयितुं शक्यते. शक्यते इति कर्तरिकर्मणि प्रयोगः वा? कर्तरिप्रयोगे साधयितुं शक्यते. शक्यते इति कर्तरिप्रयोगः. निहारिका भगिनी वदतु, धातुः कः? स्टार् सिक्स्. न जानामि महोदय. भवती जानाति, एतत् सर्वं नाटकं किमर्थं करोति सा? शक्यते तत्र किञ्चित् चिन्तयतु, अत्र असामान्यं किमपि नास्ति, शक्यते इति तत्र कर्मणि अत्र कर्मणि प्रयोगः अस्ति, यत्र कर्मणि प्रयोगः अस्ति तत्र सामान्यतया शक्नोति, शक् धातुः अस्ति, शक् शक्नोति स्वादिगणे अस्ति, शक्नोति कर्मणि प्रयोगे शक् यते साधयितुं शक्यते. अस्तु लक्ष्मी भगिनी अग्रे. अत्र तृणानि यदि विषकलितानि भवन्ति तर्हि तानि अतीव दुर्बलानि, इत्युक्ते तृणम् एकं तृणम् एकम् अस्ति चेत् तत् अतीव दुर्बलं बहूनि तृणानि एक विषकलितानि भवन्ति, विषकलितानि नाम कर्तयितुं चेत् अत्र सञ्जीवमहोदय किञ्चित् सहायं करोतु. अल्पानामपि वस्तूनां संहतिः कार्यसाधिका, तृणैरारभ्यते रज्जुः तया नागोऽपि बद्धते. अल्पानि अत्र तृणानि यदि विषकलितानि सन्ति, विषकलितानि नाम भिन्नानि सन्ति. सत्यं, तृणानि यदि विषकलितानि भवन्ति, भिन्नानि भवन्ति, एकत्रितानि न भवन्ति, तर्हि दुर्बलानि, तेषां शक्तिः न वर्तते इति. हा इति अस्ति. निहारिका भगिनी अन्तिमवाक्यं. तथापि तानि यदि एकत्रीकृत्य रज्जुरूपेण क्रियन्ते तर्हि तया रज्ज्वा गजस्य अपि बन्धनं कर्तुं शक्यते. नाम यद्यपि तृणानि तथा सन्ति तथापि तेन गजं बन्धनं कर्तुं शक्यते. कस्यां दशायां तथा भिन्नभिन्नानि सन्ति चेत् दुर्बलानि सन्ति खलु, किन्तु किं कर्तव्यमस्ति येन शक्तिः आगच्छेत्? योजनीयं. तानि सङ्गृह्य रज्जुरूपेण यदि कार्यं क्रियते तर्हि तस्यां दशायां किं शक्तिः भवति खलु, एकत्रीकृत्य सङ्गृह्य संयुज्य रज्जुः भवति चेत् तत्र शक्तिः भवति. अस्तु, बहु सम्यक् अस्ति. यथा मया उक्तम् इदानीम् अभ्यासद्वयम् अवशिष्यते, स च अभ्यासद्वयं तच्च अभ्यासद्वयं गृहपाठरूपेण कुर्वन्तु. तत्र षष्ठः अभ्यासः, तदनन्तरम् अन्तिमे पूते यः गीतवाक्यानि, अनन्तरम् अग्रिमे सप्ताहे भाविप्रयोगः. स्पष्टमस्ति? अस्तु, तर्हि सर्वेषां धन्यवादः. नमस्कारः. नमस्कारः. धन्यवादः. धन्यवादः.